अस्तु तर्हि गतसप्ताहे वयं काल उपाधिविषये आरम्भं कृतवन्तः. तस्य काल उपाधि, तस्य निरूपणं कथं भवति, काल उपाधिः इत्युक्ते किम् इति किञ्चित् चर्चितवन्तः. तर्हि उपाधिः, काल उपाधिः इत्युक्ते कः इति कोऽपि वक्तुं शक्नोति वा काल उपाधिविषये किञ्चित्? रामप्रिया भगिनी. काल उपाधिः इत्युक्ते येन भिद्यते कालः इति वक्तुं शक्नुमः वा? कालः इत्युक्ते सर्वाधारः अस्ति. कालसङ्कोचक रूपोपादयः इत्युक्ते सङ्कोचकः इत्युक्ते लघ्वीकरणं, यद् बृहत् अस्ति तद् लघ्वीकरणं सङ्कोचः इति. कालस्य मापनं तदेव कालः भिद्यते. अनन्तरं कालिकासम्बन्धः, एतत् त्रयः कालः निरूपयति. तर्हि अत्र कालः अनादिः अपि, महाकालः इत्युक्ते तस्य आदिः अपि नास्ति, अन्तः अपि नास्ति, इत्युक्ते नित्यवस्तु अस्ति. तर्हि नित्यवस्तु इति कारणात् तस्य यदा वयं व्यवहारे उपयोगार्थं तस्य उपाधि उपयुज्य व्यवहारयामः खलु, तर्हि तत्र तदेव उपाधिः इति वदामः. अपि च तत्र क्रिया यदा भवति, तत्र क्रिया एव तत्र अस्माकं भेदसाधनमस्ति. इत्युक्ते तत्र क्रियाम् आधारीकृत्य एव तथा कर्तुं शक्नुमः. इत्युक्ते तत्र सूर्योदयः भवति, तस्य अस्तमनः अपि भवति इति तत्र वयं ज्ञात्वा तेन आधारेण तत्र सूर्योदयद्वयं भवति चेत् तत्र मध्ये यः भागः अस्ति सः एकं दिनम् इति स्वीकृतवन्तः. तथा तत्र सूर्यस्य क्रिया अनुसृत्य तत्र भेदः कल्पितवन्तः, अथवा भागः कल्पितवन्तः कालस्य. तदनन्तरं तत्र अन्य किमपि वस्तूनि अपि, घटिकायन्त्रम् इत्यादिषु वस्तूनि अपि स्वीकृत्य तथाविध भागः कृत्वा तत्र कालस्य मापनं कथं कर्तुं शक्नुमः इति किञ्चित् दृष्टवन्तः गतसप्ताहे. अस्तु, तर्हि इदानीम् अग्रे सरामः. तर्हि तत्र गृहादिः कथं कालोपाधिः भवति इत्युक्ते तत्र इतः पर्यन्तं वयं कथं क्रियायाः आधारेण तत्र कालस्य मापनं कर्तुं शक्नुमः, तत्र क्रियासमुदायः तत्र पृथक् करोति कालस्य भागः इति वयं दृष्टवन्तः. इदानीं तत्र उपाधिः कथं स्वीकर्तुं शक्नुमः, तत्र कथम् उपाधिः भवति, तस्य विषये किञ्चित् चर्चां कुर्मः. अस्तु, तर्हि भगिनी भवती एव आरम्भं करोतु. गृहादिः कथं कालोपाधिः भवति इति भागः अस्ति खलु, तस्मात् आं भगिनि. गृहादिः कथं कालोपाधिः भवति तावन् क्रियासमुदायश्च येन अनुभूतः तदा यः आसीत् सः गृहादिः, तावत् क्रियासमुदायेन पृथक् कृतः एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचको भवति. तथा हि एकं गृहं पद्मालयसंज्ञकं पञ्चसप्ततिः उत्तर नव नवशतोत्तर एकसहस्रं वत्सरे उत्पन्नं ततः प्रभृतिः एकादशोत्तर द्विसहस्रं पर्यन्तं षट्त्रिंशत् वत्सरात्मकक्रियासमुदायाः तद् गृहं च एकस्मिन् काले आसीदिति पद्मालयस्य षट्त्रिंशत् वत्सराः इति व्यवहारयोग्यता तद् गृहस्य आगता. पद्मालयस्य निर्माणान्तरं दशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति गृहम् उत्पन्नम् इति उच्यमाने शिवालयः पञ्चाशीतिः उत्तर नवशतोत्तर एकसहस्रं मध्ये उत्पन्नः इति विद्मः. एवं पद्मालयात् पञ्चभ्यः वत्सरेभ्यः प्राक् शारदालयः उत्पन्नः इत्युक्तौ तस्य कालः सप्ततिः उत्तर नव नवशतोत्तर एकसहस्रम् इति अपि विद्मः. गृहस्य उत्पन्नम् इति चिन्तयामि. प्रथमवाक्यं पुनः एकवारं पठतु भगिनि, पठित्वा. तावान् क्रियासमुदायः च येन अनुभूतः तदा यः आसीत् सः गृहादिः. अग्रे अपि पठतु. तावत् क्रियासमुदायेन पृथक् कृतः एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचको भवति. क्रियासमुदायेन पृथक् कृतः एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचको भवति. वर्षस्य विषये वदति अत्र अस्ति किल. हा, इत्युक्ते तत्र पूर्वं वयं क्रियासमुदायेन यथा तत्र घटिका, होरा, प्रहरः इत्यादि आरभ्य तत्र वत्सरपर्यन्तं व्यवहारः, तत्र कालस्य मापनं कथं कुर्मः, तत्र व्यवहारे कथं तथा भवति इति किञ्चित् दृष्टवन्तः खलु. तर्हि इदानीं तत्र तादृशक्रियासमुदायः समुदायः यः येन अनुभूतः इत्युक्ते तत्र किमपि वस्तु अस्ति चेत् सः तत्र तादृशक्रियासमुदायेन पृथक् भूत्वा तत्र तस्य इत्युक्ते तत्र गृहम् इति अस्ति चेत् गृहस्य निर्माणं भवति खलु. गृहस्य निर्माणं यदा एकस्मिन् संवत्सरे भवति चेत् तत्र संवत्सरः इति वयं कथं वक्तुं शक्नुमः. किमपि अन्यक्रियासमुदायः अस्ति तेन वयं ज्ञातुं शक्नुमः भवतु तत्र अस्मिन् संवत्सरे इत्युक्ते अस्मिन् उदाहरणे तत्र पञ्च किमासीत् तत्र षड् पञ्चश पञ्च सप्तति खलु, पञ्चसप्तति अधिक नवशत अधिक एकसहस्रतमे वर्षे तत्र यत्किमपि गृहं तत्र शारदालयं निर्मितं भवति अभवत् इति वयं यदा वदामः चेत् तत्र कस्मिन् संवत्सरे इति विषयः अन्यक्रियासमुदायेन तत्र अभवत्. परन्तु यदा तद् अभवत् अनन्तरं तत्र शारदालयम् इति गृहम् उत्पन्नम् अस्ति तर्हि तदनन्तरं शारदालयस्य पञ्चवर्ष अनन्तरं तत्र शिवालयः निर्मितः इति वदामः चेत् वयं तत्र शारदालयम् इति आधारीकृत्य तस्य आधारेण शिवालयः कथम् उत्पन्नः, क्षम्यतां, शिवालयः कदा उत्पन्नः इति वक्तुं शक्नुमः. तर्हि इदानीं किम् अभवत्, शारदालयः इति यः गृहं शारदालयम् इति चिन्तयामि तत्र शारदालयम् इति यद् गृहम् उत्पन्नम् अस्ति सः उपाधिः अभवत् इदानीं शिवालयस्य कृते. उपाधिः इत्युक्ते तत्र कालस्य प्रतिनिधिः इति चिन्तयतु. तर्हि तत्र शारदालयम् उपयुज्य वयम् इदानीं शिवालयं कथं कदा उत्पन्नम् इति वक्तुं शक्नुमः. रेफरेन्स् इत्युक्ते हा हा हा तदेव. तर्हि तदेव अस्ति तत्र एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयम् अपि कालस्य सङ्कोचः भवति, इत्युक्ते स्वयम् इदानीं तद्गृहं कालस्य सङ्कोचः करोति, इत्युक्ते कालस्य उपाधिः उपाधिः इति स्वयं भवति. इदानीं तत्र तस्य उदाहरणमेव तत्र अग्रे अस्ति, तत्र पद्मालयः शिवालयः इति विषये. किञ्चित् वदतु, उदाहरणं वदामि वा? अग्रे किम् अस्ति, तत्र अग्रे किम् अस्ति इति. एकं गृहं पद्मालयसंज्ञकं, तस्य नाम पद्मालयः अस्ति, तदेव प्रथमं पञ्चसप्ततिः वर्षे वत्सरे उत्पन्नं, अग्रिमम् एव ततः प्रभृति पर्यन्तं षट्त्रिंशत् वत्सरात्मकक्रियासमुदायः तद्गृहं च एकस्मिन् काले आसीत्. एकस्मिन् काले तद् गृहं पद्मालयः आसीत् इति षट्त्रिंशत् वत्सरः इति व्यवहारयोग्यता तद् गृहस्य आगता. इत्युक्ते तत्र पद्मालयसंज्ञकः किमपि गृहं पद्मालयसंज्ञकं गृहम् अस्ति, तत्तु तत्र कदा उत्पन्नं, कस्मिन् वर्ष वर्ष पर्यन्तं तत् तिष्ठति इति वयं जानीमः चेत् तत्र कियत् कालः सः आसीत् इति वयं तादृशज्ञानं भवति खलु अस्माकम्. तदेव पद्मालयस्य षट्त्रिंशत् वत्सराः व्यवहारयोग्यता तद् गृहस्य आगता. अपि च वत्सरात्मकक्रियासमुदायः इत्युक्ते तत्र क्रियासमुदायेन तत्र वत्सरः इति ज्ञानम् अभवत् अस्माकं, यत् पूर्वं वयं दृष्टवन्तः खलु तत्र क्रियासमुदायः इत्युक्ते तत्र सूर्यस्य गतिः स्वीकृत्य तत्र प्रथमं तत्र एकदिनम् अभवत्, अपि च तत्र षष्ट्यधिकत्रिशतदिनं भवति चेत् एकसंवत्सरः इति तादृश कल्पना कृतवन्तः खलु कालस्य मापनार्थं. तर्हि तादृशक्रियासमुदायेन तत्र षट्त्रिंशत् वर्षः वत्सरः इति वयं स्वीकृतवन्तः. पद्मालयस्य निर्माणानन्तरं दशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति गृहम् उत्पन्नम् इति उच्यमाने शिवालयः पञ्चाशीतिः उत्तर नव शतोत्तर एकसहस्रं दशवर्ष अनन्तरं शिवालयं नाम एकं गृहम् उत्पन्नम् इति वक्तुं शक्नुमः पद्मालयस्य अनन्तरं. तत्रापि कालस्य आवश्यकम् इति चिन्तनम् अस्ति. हा, परन्तु इदानीं किम् अभवत् तत्र पूर्वस्मिन् वाक्ये तत्र षट्त्रिंशत् वत्सरात्मकक्रियासमुदायः इति तत्र क्रियासमुदायेन अभवत् खलु. इदानीं तत्र पद्मालयस्य निर्माणानन्तरम् इति वदामः चेत् तत्र वयं झटिति ज्ञातुं शक्नुमः एव कदा तत्र शिवालयस्य निर्माणम् अभवत् इति. इति तत्र पद्मालयः इति इदानीम् उपाधिः अभवत्. तत्र शिवालयस्य कृते तत्र पद्मालयः इति उपाधिरूपेण स्थित्वा तत्र शिवालयः कथं कदा उत्पन्नम् इति तत्र वयं ज्ञातुं शक्नुमः. एवं पद्मालयात् पञ्चभ्यः वत्सरेभ्यः प्राक् शारदालयः उत्पन्नः इत्युक्तौ तस्य कालः इति अपि विद्मः. पञ्चभ्य शिवालयः तु दशवत्सरानन्तरं, पद्मालयः तु क्षम्यता शारदालयः तु पञ्चवत्सरेभ्यः उत्पन्नं इति तस्य कालः अपि वयं ज्ञातुं शक्नुमः. अत्रापि पद्मालयः एव उपाधिः शारदालयविषये युक्ते. अत्र वत्सरेभ्यः प्राक् अथवा तत्र अनन्तरम् इति अस्ति खलु. प्राक् इत्युक्ते तस्य पूर्वम् इत्युक्ते तत्र पद्मालयस्य पञ्चभ्यः वत्सरेभ्यः प्राक् इत्युक्ते पद्मालयात् पञ्चभ्यः वत्सरेभ्यः प्राक् इत्युक्ते तत्र पद्मालयः तत्र चिन्तयतु कस्य एकस्मिन् वत्सरे तत्र तस्य उत्पन्नः अभवत् चेत् तत्पूर्वं पञ्चवर्षपूर्वं तत्र शारदालयस्य निर्माणम् अभवत् इति तत्र वयं तदपि ज्ञातुं शक्नुमः. इत्युक्ते तत्र पद्मालयस्य उत्पन्नं कदा अभवत् इति जानीमः चेत् तदेव उपाधिरूपेण स्वीकृत्य अन्यस्य निर्माणं कदा अभवत् इति वयं ज्ञातुं शक्नुमः. इत्युक्ते तत्र कालस्य मापनं तत्र पद्मालयम् आधारीकृत्य कर्तुं शक्नुमः इति. स्पष्टं जातं वा? आं भगिनि. अस्तु, अग्रे अपि पठतु भगिनि. एवं च क्रियाभिः सङ्कतं वस्तु पद्मालयम् आधाय तत्पूर्वं ततः पश्चात् इत्यादयः व्यवहारः प्रवर्तन्ते. अतः एते पदार्थाः कालस्य सङ्कोचकाः कालोपादयः इति शास्त्रे व्यवह्रियन्ते. एवं एतद् पूर्वं प्राक् इति पद्मालयम् आधाय वयं वक्तुं शक्नुमः. अतः एते पदार्थाः पूर्वं प्राक् इति पदार्थाः एव कालस्य सङ्कोचकाः कालोपादयः इति शास्त्रे वदन्ति. तत्र एते पदार्थाः इत्युक्ते पूर्वं प्राक् इति न, परन्तु पद्मालयः शारदालयः इति पदार्थाः. ओहो, एते पदार्थाः इत्युक्ते तत्र पश्यतु, एवं च क्रियाभिः सङ्गतं वस्तु पद्मालयम् इत्युक्ते तत्र पद्मालयमपि क्रियाभिः सङ्गतम् अस्तु खलु. इत्युक्ते तस्य निर्माणम् इति काचित् क्रिया जाता, तदनन्तरमेव पद्मालयम् आगता खलु. तत्र किमपि क्रिया पूर्वम् अभवत्, तदनन्तरमेव पद्मालयः इति कश्चन पदार्थः आगतः. तर्हि तत्र तादृशक्रिया क्रियया तत्र सः यः पदार्थः अस्तु क्षम्यताम् अस्ति, तद् स्वीकृत्य अथवा तं स्वीकृत्य तस्य पूर्वं तदनन्तरम् इति वयं यदा तत्र व्यवहारयामः. तर्हि तादृशपदार्थः यः अस्ति शिवालयः पद्मालयः इति यः अस्मिन् उदाहरणे, तस्य इदानीं संज्ञा कृता अस्ति तत्र उपाधिः इति. इत्युक्ते यत्किमपि भवतु, तत्र अस्मिन् उदाहरणे शारदालयः इति अस्ति, परन्तु तत्र वैट् हौस् इति अस्ति चेत् वैट् हौस् इति तस्य गृहस्यापि निर्माणं जातं खलु. तर्हि तदाधारीकृत्य वयं वक्तुं शक्नुमः तत्र तस्य अनन्तरं तत्र अन्य किमपि कस्यापि निर्माणम् अभवत् अथवा यः कोऽपि अत्र गतवान् अथवा यत्किमपि तथा वक्तुं शक्नुमः खलु. तर्हि तत्र वैट् हौस् इति यः पदार्थः अस्ति सः इदानीम् उपाधिः इति तस्य संज्ञा जाता. अवगच्छति वा? आं भगिनि. अस्तु, तर्हि अग्रे शृणुमः. अन्य कोऽपि आगतः वा महोदय? ऐ जस्ट् चेञ्ज् द फोन् टु अ डिफरेंट फोन्. प्रष्टुं किं प्रष्टुं विच् पेज् पृष्ठसङ्ख्या अस्तु अस्ति तत्र सप्तपञ्चाशत् मम विद्याधरी पी डि एफ् नास्ति 56 हा हा हा पुस्तकं स्वीकरणीयमस्ति खलु भगिनि तत्र सम्पूर्णपुस्तकं नास्ति तत्र पी डि एफ् मध्ये पुस्तकं क्रेतव्यं तत्र संस्कृत अनन्तरं तत् तस्मिन् विषये चर्चां कुर्मः अहं तत्र लिङ्क् प्रेषयिष्यामि पुस्तकम् अत्र नास्ति न्यूयार्क् नगरे अस्ति अहं फ्लारिडा प्रायः तत्र जालपुटे एव तत्र तस्य आर्डर् कर्तुं शक्नोति इदानीम् अनन्तरं चर्चां कुर्मः भगिनि इदानीं मास्तु ईमेल् प्रेषयतु मां प्रति अहं तत्र लिङ्क् प्रेषयिष्यामि शृणोमि अस्तु तर्हि अपर्णा भगिनी अग्रे पठितुं शक्नोति वा आं भगिनि तत्रापि अयं विशेषः यः कदाचित् उत्पत्स्यमानः काश्चन क्रियाः अनुभवेत् सः एव भवति कालस्य सङ्कोचकः न तु कालतुल्य एव उत्पत्तिविनाशरहितः परमाण्वाकाशादिः अतः जन्यस्यैव कालसङ्कोचकत्वात् सिद्धः नियमः जन्यानामेव कालोपाधित्वम् इति यदा वयं पूर्वं परिशीलितवन्तः महाकालः नित्यः किन्तु व्यवहारयोग्यतार्थम् उपाधिरूपेण अत्र क्रियासमुदायः अस्ति उपाधिरूपेण काल सङ्कोचं कृत्वा व्यवहारयोग्यत्वं भवति अत्र गृहपद्मालयं यद् दृष्टान्तं वयं पश्यामः तदपि एकक्षणे उत्पन्नमासीत् इति कृत्वा तस्यैव उपाधियोग्यता अस्ति कालस्य उपाधिः तदेव वस्तुः भवितुमर्हति यस्य उत्पत्तिः अस्ति यतोहि अस्मिन् क्षणे पद्मालयम् आगच्छति पद्मालयम् अस्ति इति कृत्वा कालस्य सङ्कोचकः भवति पद्मालयम् अथवा अन्य किमपि जन्यवस्तुः इति कृत्वा केवलं तद्वस्तुः यत् यस्य उत्पत्तिः अस्ति यः जन्यः अस्ति तस्मिन् एव उपाधित्वम् अस्ति न तु तादृशवस्तुः यः नित्यः अस्ति यत्र महाकालः नित्यः वयं पठितवन्तः सूत्रे आकाशः नित्यः यत्र अनादिः अनादिः अस्ति अविनाशः अपि अस्ति उत्पत्ति विनाशः नास्ति तादृश पदार्थाः उपाधित्वं न सन्ति केवलं जन्यवस्तूनि एव उपाधित्वं सङ्कोचकत्वम् अस्ति इति नियमः भवति अति उत्तमं भगिनि तावदेव एकमेव वक्तव्यमस्ति यत् इत्युक्ते तत्र परमाणुः अपि तथा तत्र केवलं तत्र आकाशः दिक् इत्यादि पदार्थः अपि च तत्र परमाणु तत्र पृथिव्याः प्रभेदे अपि नित्यमस्ति खलु परमाणु इति तदत्र तथैव भवति इत्युक्ते यः नित्यवस्तु अस्ति यः नित्यवस्तु अस्ति सः तस्य उपयोगं कर्तुं न शक्नुमः तत्र सङ्कोचनार्थं तर्हि तत्र कालस्य सङ्कोचनं यदा करणीयं भवति तदा तत्र केवलं यस्य जन्म भवति यस्य नाशः अपि भवति तस्य आधारेण एव कर्तुं शक्नुमः इति तत्र सः नियमः अतीवमहत्त्वपूर्णः तत्र जन्यानामेव कालोपाधित्वम् इति यस्य जननं भवति यः जन्यः अस्ति सः एव तत्र कालोपाधिः इति वक्तुं शक्नुमः इति अत्र कोऽपि प्रश्नः अस्ति वा अग्रे अपि पठतु भगिनि एवं भूतले घटः चत्वारे गौः इत्यादिवत् इहापि अधिकरणत्व अवगाही प्रत्ययः भवति तदाकारः तु इदानीं घटः तदानीं पटः इति. अत्र च अधिकरणत्वेन ज्ञायमानः पदार्थः इतरपदार्थानां बाधात् काल एव इति स्वीक्रियते. तत्र च आधाराधेयभावनिर्वाहाय गुणगुण्यादीनां समवाय इव अतिरिक्तः सम्बन्धः कल्प्यते. स एव कालिकासम्बन्धः इत्युच्यते. इदानीं पृथ्वी, तदानीं वायुः, इदानीम् आकाशः, इदानीं रूपादयः, क्रियाः, घटत्वं, विशेषः, समवायः, अभावः वा इत्यादि प्रतीतिभिः सर्वेषामेव पदार्थानां कालवृत्तित्वं निश्चीयते इति सर्वाधारः कालः इति अपरः अपि नियमः सिध्यति. अत्र अधिकरणत्वमपि अस्ति, यतोहि अत्र भूतले घटः चत्वारे गौ इमानि दृष्टान्तानि सन्ति यत्र अधिकरणत्वस्य प्रत्ययः अपि भवति, अधिकरणत्वं भवति. अत्र कालविषये तु तत्र एकक्षणं भगिनि, अवगाही इति कश्चन पारिभाषिकशब्दः अस्ति तत्र न्यायशास्त्रे. तत्र अवगाही इत्युक्ते साधारणतया वयं तत्र निमज्जनं भवति इत्येव अर्थे उपयोगं कुर्मः, परन्तु तत्र न्यायशास्त्रे तत्र विषयीक्रियते इति अर्थे भवति. इत्युक्ते तत्र अधिकरणत्व अवगाही प्रत्ययः इत्युक्ते प्रत्ययः इत्युक्ते तत्र केवलं ज्ञानस्य बोधः, इत्युक्ते तत्र येन कस्यापि भाणं भवति इति तत्र यः अस्ति सः एव प्रत्ययः इति वदामः. तत्र अधिकरणत्व अवगाही प्रत्ययः इत्युक्ते तत्र भूतले घटः चत्वरे गौः इति वदामः चेत् तत्र भूतले इति तत्र भूतले तत्र अधिकरणत्वम् अस्ति खलु, तत्र तद्वयं जानीमः. तत्र भूतलम् इति अधिकरणं, घटः इति आदेयः इति वयं वारं वारं दृष्टवन्तः. तर्हि भूतले तत्र अधिकरणता अथवा अधिकरणत्वम् अपि अस्ति. तर्हि तादृश अधिकरणत्व अवगाही प्रत्ययः इत्युक्ते तत्र तादृश अधिकरणत्वज्ञानं तत्र ज्ञानं विषयीकरोति तादृशप्रत्ययः इत्येव तत्र विषयः अस्ति. तदा विधेव अत्रापि यत्र वयं भूतले घटः इति भूतले अधिकरणत्वस्य ज्ञानमस्ति ग्राह्यमस्ति, अत्र कालविषये इदानीं घटः तदानीं पटः इति अत्र अधिकरणता अपि अस्ति. तत्र अधिकरणत्व अवगाही प्रत्ययः अत्र कालरूपेण अस्ति. तत्र सत्यं, परन्तु तत्र इदानीं घटः तथा तदानीं पटः इति यः अस्ति तदेव अस्ति अधिकरणत्व अवगाही प्रत्ययः इति. यथा भूतले घटः चत्वरे गौः इति यः अस्ति सः एव प्रत्ययः. प्रत्ययः इत्युक्ते तत्र येन प्रतीयते ज्ञानं, येन प्रतीयते ज्ञानमिति तदेव. तर्हि इदानीं तत्र अधिकरणत्व अवगाही प्रत्ययः इति, अवगाही इति तत्र इणि प्रत्ययः खलु, तत्र अधिकरणत्व अवगाहं तस्मिन् अस्ति इति. इत्युक्ते तत्र अधिकरणत्वस्य ज्ञानम् अस्ति तत्र प्रत्ययः इति. तर्हि तत्र अधिकरणत्व अवगाही प्रत्ययः इति तत्र विशेषणविशेष्यभावः अस्ति. तर्हि तदाकारः तु इदानीं पटः तदानीं क्षम्यताम् इदानीं घटः तदानीं पटः इति अस्ति चेत् तत्र इदानीं घटः तदानीं पटः इति यद् वाक्यं वयं वदामः तदस्ति अधिकरणत्व अवगाही प्रत्ययः. परन्तु तत्र कस्य अधिकरणम् इत्युक्ते कालस्य अधिकरणं. तत्र भूतले घटः इति यदा वयम् अधिकरणं वदामः चेत् तत्र भूतलः इति अधिकरणं, भूतले तत्र घटः अस्ति इति तत्र तादृश अधिकरणत्व अवगाही प्रत्ययः इति वदामः. इत्युक्ते तादृश अधिकरणस्य ज्ञानं प्राप्नुमः. इदानीं घटः इत्युक्ते तत्र इदानीम् इति पदेन तत्र वयं तत्र कालः इति यः अस्ति तत्र पदार्थः अस्ति तस्मिन् अधिकरणता अस्ति इति वयं ज्ञातुं शक्नुमः. तत् अहं चिन्तयामि अत्र एतत् अधिकरणः कालः इति वयम् अनुमानेन इतरपदार्थानां प्रबाध्य कालः इति सिद्धः भवति अनुमानरूपेण इति खलु. हा तदेव अग्रिमवाक्यमस्ति भगिनी, पठतु. ओ अत्र च अधिकरणत्वेन ज्ञायमानः पदार्थः इतरपदार्थानां बाधात् काल एव इति स्वीक्रियते. यत्र पूर्वमपि यत्र कालस्य तत् सूत्रमस्ति तत्रैव वयं परिशीलितवन्तः एतत् इतरपदार्थानां प्रबाध्य कालः एकः पदार्थः स्यात् येन एतत् व्यवहारः अस्ति इति कृत्वा कालपदार्थः स्वीक्रियते. अत्रापि आधाराधेयभावम् अस्ति, यतोहि अधिकरणता अस्ति, तस्य निर्वाहाय एकः सम्बन्धः स्यात्, किन्तु समवायसम्बन्धः तु केवलं गुणगुणिनोः क्रियाक्रियावतोः अवयव अवयविनोः नित्यविशेषनित्यद्रव्ययोः इत्येव समवायसम्बन्धः अस्ति, किन्तु कालस्य विषये अतिरिक्तसम्बन्धः एकः वयं कल्पयामः, येन अधिकरणता अधेयता आधाराधेयभावः सिद्धिः भवति. तत् सम्बन्धः अस्ति अस्मिन् विषये कालिकासम्बन्धः, न तु समवायसम्बन्धः. यदा गुणत्वमस्ति गुणे तस्मिन् सम्बन्धः नास्ति, कालिकासम्बन्धः. यत् पृथिवी वायुः सर्वं द्रव्यपदा पृथिवी वायु आकाशः रूपः गुणाः क्रियाः सर्वे समवायः विशेषः अभावः सर्वे ये सन्ति ते सर्वे कालं यत् प्रतीतिः अस्ति घटः अधुना अस्ति घटः नास्ति अभावः रूपत्वमस्ति वायुः सर्वं सर्वस्य प्रतीतिः कालस्य आधारेण अधिकरणत्वेन भवति इति कृत्वा कालः सर्वाधारः इति अपरः अपि नियमः सिद्ध्यति. यत्र कालम् आधारीकृत्य सर्वे इतर पदार्थाः गुणाः सर्वे वयं ज्ञानं ज्ञातुं शक्नुमः इति कृत्वा काले सर्वाधारत्वम् अस्ति. हा तत्र कालवृत्तित्वम् इत्युक्ते किम् इति वक्तुं शक्नोति वा? सर्वेषामेव पदार्थानां कालवृत्तित्वं कालवृत्तित्वम् इत्युक्ते तत्र कार्यरूपेण इति वा अथवा क्रियारूपेण? वृत्ति इत्युक्ते तत्र आदेयता इत्युक्ते तर्हि तत्र सर्वेषां पदार्थानां कालवृत्तित्वम् इत्युक्ते तत्र काले अधिकरणता अपि च तत्र पदार्थानाम् आदेयता अस्ति इति. तत्र पूर्वमपि वयं तत्र अनियामकवृत्तित्वम् इति यदा आदेयताविषये पठितवन्तः तत्रापि आसीत् खलु, तत्र नियामकवृत्तित्वम् अनियामकवृत्तित्वम् इति सर्वं दृष्टवन्तः. तर्हि वृत्तित्वम् इत्युक्ते तत्र काले अस्ति इति, तत्र काले पदार्थानाम् आदेयता अस्ति, काले तत्र अधिकरणता अस्ति इति तत्र कालवृत्तित्वम् इति, तत्र कालसम्बन्ध आदेयता अस्ति इति. अपि च तत्र पूर्वम् अत्र इतरपदार्थानां बाधात् इति अस्ति खलु, तत्र बाधात् इति अपि एकः पारिभाषिकशब्दः. तर्हि तत्र बाधात् इत्युक्ते अत्र तत्र असम्भवः इति वक्तुं शक्नुमः. तर्हि तत्र अन्यपदार्थ भवती तु तदेव उक्तवती, परन्तु केवलं स्पष्टीकरणार्थं वदामि. तत्र अन्यपदार्थाः ये सन्ति यद्वयं पूर्वं दृष्टवन्तः, तान् उपयुज्य वयम् अत्र तस्य निर्वाहं कर्तुं न शक्नुमः इति कारणात् तत्र किमपि नूतनपदार्थः भवेत् इति मत्वा तत्र कालः इति एकः पदार्थः स्वीकृतवन्तः. तर्हि तत्र यदा तादृशकालः इति स्वीकृत्य तस्मिन् अधिकरणता अस्ति पदार्थेषु अन्यजन्यपदार्थेषु आदेयता अस्ति इति वयं स्वीकुर्मः चेत् तत्र नूतनसम्बन्धः अपि कल्पनीयः भवति. यतोहि यः सम्बन्धः पूर्वम् अस्ति तत्र संयोगः वा समवायः वा तेन तादृशसम्बन्धः न वक्तुं शक्नुमः. यतोहि तत्र संयोगः तु द्रव्ययोः मध्ये एव भवति, अपि च संयोगः समवायः अपि तथा गुणगुणिनोः क्रियाक्रियावतोः मध्ये एव भवति इति कारणात् तत्र नूतनसम्बन्धः आवश्यकः इति तत्र कालिकसम्बन्धः इति तस्य कल्पना अपि कृतवन्तः. प्रश्नः अस्ति वा? आम्, एकः प्रश्नः अस्ति. तत्र यदि वाक्यम् इदानीं भूतले घटः, तदानीं आकाशे घटः इति अस्ति चेत् तत्र तत्रापि आधेयता काले एव अस्ति इति वक्तुं शक्नुमः वा? अधिकरणता क्षम्यताम्. हा, तत्र इदानीं भूतले घटः इति वदामः चेत् तत्र चिन्तयतु, तत्र काले अपि अधिकरणता अस्ति, भूतले अपि अधिकरणता अस्ति खलु. तर्हि तत्र घटः कालिकसम्बन्धेन काले अस्ति, घटः संयोगसम्बन्धेन भूतले अस्ति. समीचीनप्रश्नः. तत्र तर्हि तत्र आदेयता द्वयमपि तत्र घटे भवति खलु. तद्वयं यथा वयम् आदेयताविषये पूर्वं चर्चितवन्तः तथापि तत्र दृष्टवन्तः, तत्र भिन्नभिन्न आदेयताः घटे आसीत्. तर्हि घटत्वम् इति घटे विद्यमानः धर्मः स्वीकृत्य तत्र अवच्छिन्नः न भवति इति कृत्वा तत्र सम्बन्धम् उपयुज्य एव अवच्छिन्नं कर्तुं शक्नुमः इति वयं तत्र संयोगसम्बन्धः, समवायसम्बन्धः, कालिकसम्बन्धः इत्यादिषु सम्बन्धविषयेषु अपि किञ्चित् चर्चां कृतवन्तः. तथैव भवति अत्रापि. धन्यवादः. तत्र इतोपि एकः प्रश्नः अस्ति. इदानीम् आकाशः इत्युक्ते तत्र आकाशस्य अधिकरणं कालः इति अस्ति वा? हा, इदानीम् आकाशः इत्युक्ते तत्र कालिकसम्बन्धेन महाकाले आकाशः अस्ति इति वक्तुं शक्नुमः. तत्र यदा उपाधिविषयः आगच्छति तदा एव तत्र यस्य जन्यं भवति तत् तदेव स्वीकर्तुं शक्नुमः इति वक्तुं शक्नुमः. परन्तु तत्र यत्किमपि वस्तु अस्ति तत्सर्वं कालिकसम्बन्धेन महाकाले अस्ति एव. नित्यवस्तु वा भवतु अनित्यवस्तु वा भवतु तत्र किमपि भेदः नास्ति. परन्तु अनित्यवस्तु अस्ति चेत् सः पुनः उपाधि भूत्वा तत्र कालस्य सङ्कोचं कर्तुं शक्नोति. नित्यवस्तु तादृशसङ्कोचयोग्यः नित्यवस्तुषु नास्ति. इदानीम् आकाशः तु साधुप्रयोगः नास्ति, यतोहि आकाशस्य अनादित्वम् अस्ति खलु. इदानीम् आकाशः अस्ति इति वयं न वक्तुं शक्नुमः. किन्तु एतत् सत्यं यत् नित्यवस्तुः अस्ति तदपि कालेन एव तिष्ठति, किन्तु आकाशः इदानीम् इति वयं वक्तुं न शक्नुमः. न, इदानीम् आकाशः इत्युक्ते तत्र अनित्यं न सूचयति इति चिन्तयामि. तत्र इदानीम् आकाशः अनन्तरं नास्ति इति भावे नास्ति खलु. इदानीम् आकाशः इत्युक्ते तत्र यथा महोदयः उक्तवान् तत्र इदानीं आकाशे विमानः अस्ति इति वा, अथवा इदानीं आकाशः नीलवर्णे अस्ति इति वा, यत्किमपि वयं नीलवर्णः जातः इति वदामः, तत् तादृशप्रयोगः भवति इति चिन्तयामि. किन्तु हा तत्र परन्तु यद् भवती उक्तवती तत्तु सत्यमेव. तत्र तत्र अनित्यभावेन तत्र तादृशप्रयोगः आकाशविषये कर्तुं न शक्नुमः एव. सत्यम्. तत्र इतोपि भगिनि, अनित्यशब्दस्य अनित्यशब्दस्य उदाहरणं किम्? प्रायः यस्य जन्यं भवति तस्य नाशः भवति खलु, तत्सर्वम् अनित्यवस्तुः. इत्युक्ते पुस्तकम् इदानीम् अस्ति, परन्तु प्रायः दशवर्षेभ्यः प्राक् पुस्तकं नास्ति खलु, अपि च दशवर्षानन्तरमपि पुस्तकं न भविष्यति इति पुस्तकम् अनित्यवस्तु. गृहमपि तथा. निरूपणेन नित्यम् अनित्यम् अस्ति. पुनः वदतु. इदानीम् अस्ति, दशवर्ष या द्वे वर्षे वर्षकाले नास्ति, तत्तु अनित्यः अस्ति. हा हा, दशवर्ष वा सहस्रवर्षः वा इति तत्र विषयः नास्ति खलु. यस्य जन्यं भवति तस्य नाशः तु निश्चयेन भवति. उत्पत्तिः अस्ति चेत् नाशः अपि अस्ति. तर्हि तत्र यस्य उत्पत्तिः भवितुं शक्नोति सः अनित्यवस्तुः. इत्युक्ते यस्य उत्पत्तिः भवति तस्य नाशः अपि भवति खलु. अस्तु. अस्तु, अन्यप्रश्नः अस्ति वा? अस्तु, तर्हि रामकार्तिक् महोदय, भवानेव अग्रे पठति वा? आम्. सर्वजन्यानां समानकालिकानां परस्पर अधिकरणत्वम्. अत्र च वस्तुगत्या महाकालस्यैव सर्वाधारत्वे अपि यम् उपाधिमाश्रित्य विस्तृतस्य कालस्य कालिकसम्बन्धः सिद्धः, तस्य उपाधेः अपि तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते, यथा पूर्वोक्ते उदाहरणे. तत्र तत्र वदामश्चेत् तत्र इदानीं घटः इति वदामश्चेत् तत्र कालिकसम्बन्धः अस्ति. तत्र कालः काले अधिकरणता अस्ति, अपि च घटे आदेयता अस्ति इति जानीमः. तत्र इदानीं वयं तत्र विपरीतदिश्यामपि तत्र स्वीकर्तुं शक्नुमः. इत्युक्ते तत्र घटे अधिकरणता भवितुम् अर्हति, काले आदेयता भवितुम् अर्हति इति वा. अस्तु, तथा न. इदानीं तत्र वस्तुगत्या महाकालस्य एव सर्वाधारत्वे अपि यम् उपाधिमाश्रित्य विस्तृतस्य कालस्य कालिकसम्बन्धः सिद्धः तस्य उपादेः अपि तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते इत्युक्ते तत्र वयम् इदानीं परिशीलितवन्तः तत्र वस्तुस्थितिः यदस्ति वस्तुगत्या इत्युक्ते वस्तुस्थितिः वस्तुस्थितिः यदस्ति इत्युक्ते तत्र महाकालस्य सर्वाधारत्वं वयं दृष्टवन्तः तर्हि तत्र महाकाले महाकाले अस्ति सर्वे पदार्थाः महाकाले अस्ति इति वयम् इदानीं परिशीलितवन्तः तत्र केन सम्बन्धेन महाकाले अस्ति इति चिन्तयामः चेत् तत्र कालिकसम्बन्धेन महाकाले अस्ति इति अपि वयं दृष्टवन्तः अपि च इदानीम् उपाधिः इति यद्वयं स्वीकृतवन्तः सः उपाधिः अपि तेनैव सम्बन्धेन इत्युक्ते कालिकसम्बन्धेन तस्य अपि अधिकरणत्वं भवति इति तस्मिन्नपि अधिकरणत्वं भवति इति इत्युक्ते तत्र चिन्तयतु तत्र एकः कश्चन पुरुषः अस्ति अपि च तत्र अन्यपुरुषः अपि अस्ति इति तत्र ते समकालीनः इति चेत् सः तत्र द्वयोः अपि पुरुषयोः जन्म तु अभवत् एव तर्हि ते उपाधिः इति वयं तस् अथवा तत्र तयोः उपाधित्वम् अस्ति इति वयं वक्तुं शक्नुमः तर्हि एकः पुरुषः अन्यपुरुषे तत्र कालिकसम्बन्धेन तिष्ठति इति अपि वयं वक्तुं शक्नुमः तर्हि तत्र उपाधिः स्वयम् अधिकरणं भवति अवगच्छति वा तदेव अस्ति तत्र उपाधिः अपि तेन सम्बन्धेन तत्र अधिकरणत्वं स्वीकृत्य इत्युक्ते तत्र यः उपाधिः इति वयम् उक्तवन्तः तस्मिन् अपि अधिकरणता भवति तत्र तस्मिन्नपि अधिकरणता भवति परन्तु तत्र कालस्य आदेयता न भवति अन्यस्मिन् पदार्थस्य आदेयता भवति इति सत्यम् अपि च एतत् अस्ति वृत्ति अनियामक सम्बन्धः खलु किमर्थं चेत् तत्र चिन्तयतु पुस्तकमपि अस्ति उत्पीठिका अपि अस्ति तर्हि उत्पीठिका पुस्तके कालिकसम्बन्धेन अस्ति अपि च पुस्तकम् उत्पीठिकायां कालिकसम्बन्धेन अस्ति यतोहि द्वयमपि समानकाले वर्तते चेत् तथा वक्तुं शक्नुमः क्षम्यतां तत्र प्रश्नः अस्ति किमर्थं तत्र समानकालिकानाम् इति उक्तम् इत्युक्ते तत्र प्रायः पञ्चाशत् वर्षेभ्यः पूर्वं कश्चन क्रिया अभवत् तत्र गृहं निर्मितम् इति चिन्तयामश्चेत् तत्र गृहं गतम् इदानीं परन्तु अधुना नूतनगृहं तत्र कश्चन जनः निर्माति चेत् तत्रापि तत्र समानकालिकत्वं नास्ति तत्र गृहे इदानीं समानकालीनौ न परन्तु तथापि तत्र अधिकरणत्वं भवति एव अधिकरणत्वं न भवति तत्र गृहम् उपाधिः भवति यः पूर्वं निर्मितं गृहम् अपि उपाधिः भवति अनन्तरं निर्मितं गृहमपि उपाधिः भवति परन्तु एकं गृहम् अन्यस्मिन् गृहं प्रति अधिकरणं न भवति इत्युक्ते तत्र तयोः मध्ये तत्र कालिकसम्बन्धः नास्ति यत्र कालिकसम्बन्धः अस्ति तत्र एव तत्र तादृश अधिकरणता वयं वक्तुं शक्नुमः अधिकरणताभावः परन्तु कालिकसम्बन्धः तु काले काल अन्यपदार्थस्य मध्ये एव भवति खलु हा तदेव अत्रापि उक्त तदेव अत्र उक्तं खलु तस्मिन् वाक्ये तत्र उपादेः अपि तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते इति. तर्हि तत्र उपाधि अपि तत्र उपाधिः यदा अधिकरणं भवति तस्मिन् समये तेनैव सम्बन्धेन एव तत्र तादृश आधेयभावः तत्र कालिकसम्बन्धम् उपयुज्य एव भवति. तर्हि यदा तत्र तादृशकालिकसम्बन्धः भवति चेत् तत्र तदा भवति यदा ते समकालीनः भवन्ति चेत् समकालीनः भवन्ति चेत् न उपादः न न समानकालीनः इत्युक्ते समानकालिकानाम् इत्युक्ते तत्र ये समानकाले तिष्ठन्ति इत्युक्ते इदानीं भवती अपि च अहं समानकाले स्वः खलु. तर्हि तत्र आवां तत्र समानकालिकाः अथवा कालिके समानकालिके खलु समानकालिका समानकालिके आवाम् अस्तु किञ्चित् अग्रे पठामः. इतोपि प्रायः तत्र उदाहरणमस्ति तर्हि तत्र तत् पठामः चेत् इतोपि किञ्चित् स्पष्टता जायते. परन्तु तत्र यथा अन्तरा जातं पद्मालयम् आदाय तदनन्तरं शिवालयः तत्पूर्वं शारदालयः इति व्यवहारः दृश्यते. तथैव अत्यन्त पूर्वपर्तिशारदालयम् आदाय अपि ततः पञ्चभ्यः वत्सरेभ्यः अनन्तरं पद्मालयः पञ्चदशेभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति व्यवहारः प्रसिद्धः एव. एवम् अन्तिमं शिवालयमादाय ततः दशभ्यः वत्सरेभ्यः पूर्वं पद्मालयः उत्पन्नः पञ्चदशभ्यः वत्सरेभ्यः पूर्वं शारदालयः उत्पन्नः इत्यादयः अपि व्यवहाराः सार्वजनिना इति. पद्मालये इव इतरयोः गृहयोः काल उपाधि काल उपाधित्वम् आगतम् तुल्य अन्यायात् सर्वेषामेव जन्यानां कालोपाधित्वम् उपाधित्वात् कालिकेन अधिकरणत्वम् अपि सिद्ध्यति. तत्र वयं तत्र पद्मालयं तत्र आदाय कदा शिवालयः उत्पन्नः कदा शारदालयः उत्पन्नः इति व्यवहर्तुं शक्नुमः. तथैव तद् शारदालयं स्वीकृत्य कदा शिवालयः उत्पन्नः कदा पद्मालयः उत्पन्नः इति वक्तुं शक्नुमः. एवमेव शिवालयस्य विषये अपि अतः तत्र सर्वेषां तत्र पदा गृहाणां क्षम्यतां तत्र सर्वेषु गृहेषु तत्र काल उपाधित्वम् अस्ति इति अवगच्छामः. तर्हि उपाधित्वात् तत्र अधिकरणत्वम् अपि परस्पर अधिकरणत्वम् अपि अस्ति इति अवगच्छामः. आम् तदेव तत्र यदा तत्र पद्मालयं स्वीकृत्य वदामः चेत् तत्र पद्मालयम् इति उपाधिः भवति. तथैव वयं तत्र शिवालयः इति उपाधिभावेन स्वीकुर्मः चेत् तत्र शिवालयस्य दशवर्षपूर्वं तत्र पद्मालयं तस्य शिवालयस्य पञ्चादशवर्षपूर्वं शारदालयम् इति भुक्त्वा तत्र तादृशव्यवहारं कर्तुं शक्नुमः इति कृत्वा तत्र सर्वेषु जन्यवस्तुषु तत्र तुल्यन्यायात् इति अस्ति. तुल्यन्यायात् इत्युक्ते तत्र समानन्यायः. यथा वयं पद्मालयं स्वीकृत्य वदामः तत्र पद्मालये तत्र तादृशव्यवहारं दृष्ट्वा तत्र पद्मालयम् इति गृहे तत्र कालोपाधिः अस्ति इति वदामः चेत् कालोपाधित्वम् अस्ति इति वदामः चेत् तादृश एव समानन्यायं स्वीकृत्य तत्र शिवालये अपि भवति शारदालये अपि भवति इति वक्तुं शक्नुमः. तथैव यत्किमपि वस्तु यस्य जन्यं भवति सर्वेषां जन्यानां तादृशकालोपाधित्वम् अस्ति इति वयं वक्तुं शक्नुमः. इति यत्र तत्र पूर्वं यद्वयं नियमः उक्तवन्तः जन्यानाम् एव कालोपाधित्वम् इति तस्य निरूपणम् इदानीं कृतवन्तः कथं तत्र तादृशजन्यानां कालोपाधित्वं कथम् आगतम् इति. तत्र प्रश्नः अस्ति वा? अपि च अत्र सार्वजनीना इति पदमस्ति खलु तस्य अर्थमस्ति तत्र व्यवहाराः सार्वजनीनाः इत्युक्ते तत्र व्यवहाराः सर्वैः जनैः अङ्गीकृताः इति अर्थे आगच्छति. तत्र सार्वजनीनाः इत्युक्ते तत्र सर्वे जनाः इति एव अर्थे अत्र अस्ति. अस्तु, प्रश्नः अस्ति वा? अयं भागं समापयतु महोदय. तथा च शारदालये कालिकेन पद्मालयशिवालयौ, पद्मालये कालिकेन शारदालयशिवालयौ, एवं शिवालये कालिकेन शारदालयपद्मालयौ वर्तेते इत्यपि सिद्ध्यति. तत्र इदानीमेव वयं उक्तवन्तः इत्युक्ते तत्र शारदालये अधिकरणत्वम् अस्ति चेत् तत्र कालिकसम्बन्धेन तत्र पद्मालयशिवालयौ तिष्ठतः एवं परस्परमपि पद्मालये कालिकसम्बन्धेन शारदालयशिवालयौ एवं तिष्ठतः अग्रे इत्थमेव च जगति वर्तमानानां सर्वेषामेव जन्यानां कालिकेन तत् समानकालिक जन्याधारत्वं परमाण्वादि नित्याधारत्वं च सिद्धं भवति. अतः अत्र जगति ये जन्यानां पदार्थाः ये सन्ति पदार्थानां कालिकेन तत् समानकालिक जन्यानां पदार्थानां कालिकसम्बन्धेन भवन्ति परन्तु परमाणुवादि मिथ्याधारत्वं जन्यानां कालिकेन तत्समानकालिकजन्याधारत्वं परमाणुवादि नित्याधारत्वं तत्र परमाणवः ये सन्ति तेषु नित्याधारेण भवन्ति इति अवगच्छामः. इत्युक्ते तत्र जन्यः अस्ति यः पदार्थः तस्मिन् तत्र समानकालिकजन्यः अन्यजन्यपदार्थाः ये सन्ति इत्युक्ते यदा वयम् इदानीम् उदाहरणे दृष्टवन्तः तत्र पद्मालयः इति एकः जन्यपदार्थः, शिवालयः इति अपरः जन्यपदार्थः. तर्हि पद्मालये कालिकसम्बन्धेन शिवालयः अस्ति इति वयं ज्ञातवन्तः. तथैव पद्मालये तत्र परमाण्वादि नित्यपदार्थाः ये सन्ति तेषाम् आधारत्वमपि सन्ति इति वयं वक्तुं शक्नुमः. इत्युक्ते तत्र यः पद्मालयः इति परमाणुः अपि च अन्य नित्यपदार्थः ते तत्र सर्वदा तिष्ठन्ति एव. तर्हि यस्य यः इदानीं तत्र यः कोऽपि पदार्थः जन्यः भवति चेत् नित्यपदार्थेन सह तत्र समानकालीनः इति वयं वक्तुं शक्नुमः एव तत्र जन्यपदार्थस्य. इति कृत्वा तत्र जन्यपदार्थः न केवलं तत्र समानकालिक अन्यजन्यपदार्थानाम् अपि च परमाण्वादि नित्यपदार्थानाम् अपि तत्र आधारत्वं स्वीकरोति इति. अवगच्छन्ति वा? अस्तु, तर्हि तत्र रामप्रिया भगिनी भवती एकवारं तद्वदति वा, तस्य तद् इत्थमेव इति वाक्यस्य अर्थः कः इति एकवारं वदति वा? आं भगिनि, प्रयत्नं करोमि. यदा समकालीनः इत्युक्ते समानकाले जन्यं भवति समकालीनः, तस्य आधारत्वम् एकक्षणं भगिनि, एकक्षणं क्षम्यतां. समकाले जन्यं भवति इति न, समकाले अस्ति इति एव. अत्र पश्यतु, पद्मालयस्य जन्यं तु शिवालयस्य दशवर्षपूर्वं भवति, परन्तु एकस्मिन् काले द्वयमपि तिष्ठति इति कारणात् तौ समकालीनौ जातौ. एकदिनमपि तत्र मध्ये अस्ति चेत् तत्र समकालीनः इति वयं वक्तुं शक्नुमः. तत्र जन्यं वा नाशं जन्य अथवा नाशविषये अस्माकम् अवधानं नास्ति अत्र. वदतु भगिनि. समानकाले समानकाले अस्ति चेत् आधारत्वं अवगच्छामि कथं वक्तुम् इति. हा हा, किञ्चित् प्रयत्नं करोतु शनैः शनैः. तत्र वाक्यमेकवारं पुनः पठतु भगिनि. इत्थमेव च जगति वर्तमानानां सर्वेषामेव जन्यानां कालिकेन तत्समानकालिकजन्य आधारत्वं परमाणवादि नित्य आधारत्वं च सिद्धं भवति. आधारः द्वौ आधार कण्ठशः पश्यामः. तत्र प्रथमं किम् अस्ति, जगति वर्तमानानां सर्वेषामेव जन्यानाम् इत्युक्ते किम्? जगति एतदपि वस्तूनि जन्यं भवति सर्वेषामेव कालिकेन कालिकद्वारा कालिकसम्बन्धेन तत् समानकालिक जन्य आधारत्वं समानकालिक जन्य आधारत्वम् अस्ति. एकमस्ति समानकालिकजन्य आधारत्वं, द्वितीयम् अस्ति नित्य आधारत्वं. यदा परमाणुः आकाशः इति नित्यवस्तूनि सन्ति, तत् आधारत्वमपि समानकालिक सम्बन्ध पदार्थे स्तः. समानकालिकपदार्थेन तत्र जन्यपदार्थे तत्र जन्य यः पदार्थः जन्यः भवति तस्य उपाधित्वम् अस्ति इति वयं पूर्वम् उक्तवन्तः खलु. तादृश उपाधिः यः पदार्थः अस्ति तस्मिन् तत्र आधारत्वम् अस्ति. इत्युक्ते तत्र तादृश पदार्थः उपाधिरूपपदार्थः यः अस्ति सः अधिकरणं भवति इति वयं पूर्वं दृष्टवन्तः. पद्मालयः इति तत्र यः गृहं निर्मितं तस्मिन् उपाधित्वम् अस्ति इति अपि च तस्मिन् अधिकरणत्वम् अपि अस्ति शिवालयं प्रति अपि च शारदालयं प्रति इति वयं दृष्टवन्तः. तर्हि तदस्ति समान कालिक समान समानकालिकजन्याधारत्वम् इति. अपि च तत्र यस्मिन् समये पद्मालयः अस्ति तस्मिन् समये निश्चयेन आकाशः अथवा दिक् अथवा परमाणुः इति एतत् सर्वं भवति एव खलु. तं प्रति अपि तत्र आधारत्वम् अस्ति तादृशपदा तत्र पद्मालये इति अस्मिन् उदाहरणे, अथवा किञ्चित् सार्वत्रिकभावे वदामः चेत् तत्र सर्वेषां जन्यानां पदार्थानाम् इति वयं वक्तुं शक्नुमः. इत्युक्ते तत्र किम् इदानीं तत्र वयं किं निरूपितवन्तः, तत्र कालः इति सर्वाधारः अस्ति, तदस्ति प्रथमं. द्वितीयम् अस्ति तस्य कालस्य मापनार्थं वयम् तस्य सङ्कोचं कृत्वा उपाधिः इति स्वीकृत्य कालस्य व्यवहारं कुर्मः इति. उपाधि इति कः भवति? उपाधिः इति तत्र यस्य जन्यं भवति तदेव उपाधिः इति भवितुम् अर्हति इति अपि वयं दृष्टवन्तः. सत्यं? तत्र उपाधिः इति यदा वयं पश्यामः चेत् तत्र उपाधिः इति यः पदार्थः अस्ति तस्मिन् अपि अधिकरणता भवति अन्यपदार्थानां प्रति तत्र कालिकसम्बन्धेन इति. तर्हि अन्यपदार्थाः के यं प्रति तत्र अधिकरणता भावः अस्ति इति चिन्तयामः चेत् तत्र अन्यजन्यपदार्थानां यस्य समकालत्वम् अस्ति तेषां प्रति, अपि च तत्र नित्यपदार्थाः ये सन्ति तेषाम् अपि इति. अस्तु, तर्हि भवत्येव अग्रे पठतु. आं भगिनि. समानकालिकजन्य आधारत्वम् एव कथम्? तत् समानकालिकजन्य आधारत्वम् इति आधारत्वम् इति अस्य अयम् आशयः. ययोः कालिकेन आधार आदेयभावः वक्तव्यः ताभ्याम् अभिन्ना एका काश्चन क्रिया सहानुभोक्तव्या. समानकालिकजन्य आधारत्वम् इति कथम् इति प्रश्नः, तस्य निरूपणमेव अग्रे. तत् समानकालिकजन्य आधारत्वम् इत्यस्य अयम् आशयः. इत्युक्ते वयं तत्र पूर्वं समानकालिकजन्यः इति उक्तवन्तः, परन्तु समानकालिकजन्यः इत्युक्ते तत्र अर्थः कः इति वयं न दृष्टवन्तः खलु, तस्य निरूपणं न अभवत्. इदानीं तद्विषये वयं तत्र पठामः. ययोः कालिकेन आधार आदेयभावः वक्तव्यः ताभ्याम् अभिन्ना एका काश्चन क्रिया सहानुभोक्तव्या. कालिकेन आधार आदेयभावः यद् वयं दृष्टवन्तः, ताभ्याम् अभिन्ना इत्युक्ते एकं नूतना क्रिया सहानुभोक्तव्या. तत्र ययोः कालिकेन आधार आदेयभावः वक्तव्यः इत्युक्ते तत्र ययोः पदार्थयोः मध्ये तादृशकालिकसम्बन्धः स्वीकर्तव्यः इत्युक्ते तत्र पद्मालयशिवालयोः मध्ये आधारादेयभावः अस्ति इति, तत्र पद्मालये शिवालयः अस्ति अथवा शिवालये पद्मालयः अस्ति कालिकसम्बन्धेन इति वयं वदामः चेत् तत्र तयोः मध्ये वयम् इदानीम् आधार आदेयभावः स्वीकृतवन्तः खलु. तर्हि कथं तादृशकालिक सम्बन्धः स्वीकृतः इति तत्र प्रश्नः आगच्छति. तत्र ताभ्याम् अभिन्ना एका काचन क्रिया सः अनुभोक्तव्या इत्युक्ते तत्र तत्र भिन्ना इत्युक्ते खण्डनं खण्डनरहित इति चिन्तयतु. अभिन्ना इत्युक्ते तत्र खण्डनरहित एका क्रिया तत्र मध्ये तत्र तेषां मध्ये भवति चेत् तथै तदा एव वयं वक्तुं शक्नुमः ते समान कालिक समानकालिकः इति. इत्युक्ते तत्र प्रायः एक तेषां मध्ये तत्र एकदिनं तत्र सूर्यस्य एका गतिः इति क्रिया स्वीकुर्मः चेत् तदभवत् चेत् तत्र ते समानकालिकः इति वयं वक्तुं शक्नुमः. तदा काचन क्रिया आवश्यकी अस्ति तत्र यस्य आधारेण तथा वयं वक्तुं शक्नुमः इति. कामन् फ्याक्टर् इति वक्तुं शक्नुमः वा? कामन् फ्याक्टर् इति हा हा हा तत्र हा मध्ये तत्र कश्चन हा कामन् आक्षन् इति वक्तुं शक्नुमः. ओके पद्मालयः उत्पत्तिः नवोत्तर एकसहस्रं क्षम्यतां नवशतोत्तर एकसहस्रं चतुर्विंशति उत्तर नवशतोत्तर एकसहस्रं कृष्णाष्टमी नाशक्षणः कृष्णाष्टमी नाशक्षणः इत्युक्ते नाशम् अभवत् इति. हा उत्पत्तिः अभवत् तत्र नवशत अधिक एक क्षम्यतां नवशत अधिक एकसहस्रतमे वर्षे नाशशनः अस्ति तत्र कृष्णाष्टमी दिने. शिवालयः उत्पत्तिदिनं चतुर्विंशतियोत्तर नवसहस्र नवशत उत्तर एकसहस्रम् उत्पत्तिदिनं श्रावणकृष्णनवमी तदेव समानमिति किल क्षम्यताम् अभिन्ना इति. हा तत्र अभिन्ना अस्ति वा? नास्ति किल वर्षमेव समानमस्ति दिनम् अभिन्ना भिन्ना अस्ति क्षम्यतां भिन्ना अस्ति कृष्णाष्टमी श्रावणकृष्ण तत्र कृष्णाष्टमी इति तत्र तस्य उत्तरदिने एव तत्र शिवालयस्य उत्पत्तिः अभवत् खलु. उत्पत्तिः अभवत् तस्य नाशस्य उत्तरदिने वर्षं समानं हा परन्तु तत्र तस्य समानक्रिया भवितुं न अर्हति खलु. न अर्हति आम् आम् आम् आम् तस्य उत्तर अस्मिन् उदाहरणे पद्मालयः नाशः चतुर्विंशति उत्तर नव शताधिक एकसहस्रं शकाब्दे कृष्णाष्टाम्यां जातः शिवालयः तु परेद्यवि उत्पन्नः अतः घटिकायन्त्रस्य न कापि क्रिया ताभ्यां सह अनुभूता इति तयोः कालिकसम्बन्धः न भवति. आम् कालिकसम्बन्धः नास्ति. किमर्थम् इत्युक्ते एतत् पूर्वम् अनन्तरमेव शिवालयस्य उत्पत्तिः जातः घटिकायन्त्रस्य नापि क्रिया ताभ्यां सह अनुभूता समानकाले नास्ति इति कालिकासम्बन्धः न भवति इति. Mm. तावदेव. तत्र परेद्यवी इत्युक्ते किं? शिवालयः तु परेत् परः एव वा अनन्तरम् एव? हा, अनन्तरदिने इति. ओ दिवि इति. ओहो, दिवि दिनाङ्कः. दिनाङ्कः अनन्तरदिनाङ्के तत्र तस्य उत्पन्नं अभवत् इति. अस्तु, तर्हि अपर्णा भगिनी अग्रे पठति वा? आं भगिनि. ओके, अत्र चित्रपटमस्ति, तत् वयं तु तत् परिशीलितवन्तः यत् शारदालयः नाशक्षणः शिवालयः उत्पत्तिदिनम् एक मध्ये किञ्चित् समकालीनः सन्ति द्वयोः. अस्मिन् उदाहरणे पञ्चविंशति न जानामि 1925 शकाब्दे. तदेव पठतु भगिनि, चिन्ता नास्ति. अस्मिन् उदाहरणे 1925 शकाब्दे श्रावणकृष्णसप्तम्यां याः घटिकायन्त्रस्य क्रियाः ताः सर्वाः अपि उभाभ्याम् अनुभूताः. अतः तयोः मध्ये परस्परम् आधाराधेयभावः भवत्येव. तत्तु वयम् अत्र यथा समानकालिकजन्याः सन्ति द्वयोः, तत्र परस्परम् आधाराधेयभावः अस्ति. परमार्थस्तु चत्वारि बिन्दवः सन्ति. उपाधिना परिच्छिन्नः महाकालः जन्यानां नित्यानां च कालिकेन आधारः. यत्र प्रथमबिन्दु वदति महाकालस्तु उपाधिना परिच्छिन्नः भवति व्यवहारयोग्यतार्थं, तत् जन्यवस्तूनां कृते नित्यानाम् अपि कृते कालिकसम्बन्धेन आधारः भवति. तद् एकः तद् प्रथमबिन्दुः अस्ति. द्वितीयमस्ति, जन्याः अपि तुल्यक्रियापरिच्छेदकानां निखिलानाम् एव जन्यानां कालिकेन अधिकरणानि. पूर्वं वयं पठितवन्तः यत् जन्याः उपाधि भवन्ति. जन्याः यः वस्तुः जन्यः अस्ति, यत्र उपाधिः भवति तत्र उपाधि कृत्वा तत्र तुल्यक्रियापरिच्छेदकानां, यतोहि अत्र कालः परिच्छेदः कृत्वा अत्र उपाधिरूपेण तस्मिन्नपि अधिकरणत्वम् अस्ति. जन्यस्य वस्तूनि तत्र क्रिया उपयुज्य परिच्छेदकं कृत्वा तत्र सर्वेषां जन्यानां तत्र कालिकेन अधिकरणता अस्ति. यत्र वयं तत्र प्रथमबिन्दुः यः अस्ति सः तत्र सर्वाधारः कालः इति यद्वयं पूर्वं दृष्टवन्तः, तस्य नियमविषयः इत्युक्ते तत्र महाकालः उपाधिना परिचिन्नः भवति, परन्तु सः महाकालः सर्वेषां पदार्थानां आधारः, इत्युक्ते जन्यवस्तु वा भवतु नित्यवस्तु वा भवतु तस्य कृते तत्र महाकालः इति आधारः भवति इति प्रथम. तत्युक्ते कालः सर्वाधारः इति यद्वयं पूर्वं दृष्टवन्तः तस्मिन् विषये. द्वितीयबिन्दु अत्र जन्यानाम् उपाधित्वं कालोपाधित्वम् इति यत् नियमः अस्ति तत् स्वीकृत्य यत् जन्यम् उपाधिः अस्ति तस्मिन् अधिकरणत्वम् अस्ति यत् अपरेषु जन्येषु वस्तूनां कृते कालिकसम्बन्धेन. हा, अपरेषु जन्यवस्तुषु प्रति. सत्यं. तृतीयबिन्दुः अस्ति नित्यानां तु सुतरां. नित्यानां तु सुतराम् इत्युक्ते अत्रापि कालिकसम्बन्धः महाकालेन अस्ति इति अहं चिन्तयामि, यतोहि अत्र जन्य हा हा तत्र परन्तु महाकाले नास्ति, जन्यवस्तुषु. तत्र इदानीं वदतु भगिनि. नित्यानां तु सुतराम् इत्युक्ते अत्र कालं विहाय, महाकालं विहाय, यतोहि महाकालं वयं प्रथमबिन्दु एव वयं पश्यामः. कालं विहाय यद् अन्ये नित्यवस्तवः सन्ति, वस्तु सन्ति, ते अपि महाकालेन कालिकसम्बन्धेन भवन्ति इति अहम् इति मम अवगाहना अस्ति तृतीयबिन्दु. किन्तु एकक्षणं भगिनि, पुनः वदतु यदुक्तवती एकवारं. नित्यानां तु सुतराम् इत्युक्ते नित्यवस्तु सन्ति कालं विहाय, महाकालं विहाय, आकाशः, मनः, ये नित्यवस्तु सन्ति ते सर्वे अपि महाकालस्य सम्बन्धः अस्ति, कालिकसम्बन्धः. सत्यं, परन्तु तद् प्रथमबिन्दु प्रथमबिन्दुमेव तद् अस्ति खलु, तत्र महाकालः नित्यानां. मम अवगाहना नास्ति कथं तृतीयबिन्दुः, यतोहि यत्र उपाधिरूपेण अवच्छेदकम् अस्ति तत् जन्यवस्तुः केवलम् अपरेषु जन्यानां वस्तूनां कृते कालिकेन सम्बन्धः अधिकरणता अस्ति. अत्र अहं न अवगच्छामि यत् किमर्थं नित्यानां तु सुतराम् इति अस्ति इति. यतोहि प्रथमबिन्दु हा तत्र पूर्वस्मिन् पुटे पश्यतु, तत्र एकं वाक्यम् आसीत् खलु, इत्थमेव च जगति वर्तमानानां सर्वेषामेव जन्यानां कालिकेन तत् समानकालिकजन्याधारत्वं परमान्वादि नित्याधारत्वं च सिद्धं भवति इति. किन्तु अत्र नित्यानां कृते आधारत्वं, जन्यः आधारं न भवति खलु? न, जन्यवस्तूनां नित्याधारत्वम् अस्ति खलु, इत्युक्ते जन्यवस्तूनां कालिकेन, तत्र जन्यवस्तुषु कालिकेन नित्य पदार्थं प्रति तत्र आधारभावः अस्ति इति. इत्युक्ते तत्र परमाणुः घटे कालिकेन अस्ति इति वयं वक्तुं शक्नुमः. तत्र घटः इति आधारः भवति, परमाणुः इति आदेयः, परमाणुः इति नित्यवस्तु कालिकसम्बन्धेन घटे अस्ति इति वयं वक्तुं शक्नुमः. ओ, तर्हि नित्यवस्तुः आधेयः भवति वा? हा, नित्यवस्तुः सर्वदा आदेयः भवति, यतोहि तत्र नित्यवस्तुः इत्युक्ते तत्र समान सर्वदा समानकालिकः तु भवति एव खलु, तत्र समानक्रिया तु नितरां भवति. यतोहि तत्र यदा जन्मवस्तु अस्ति चेदेव तत्र प्रश्नः उदेति, तत्र तत्र अभिन्न वा न वा. हा, समानकाक्रिया अस्ति, नित्यवस्तुः अस्ति चेत्, यतोहि नित्यः अस्ति सर्वदा सर्वकाले अस्ति इति कृत्वा जन्यानामपि नित्यपदार्थेषु कृते नित्यवस्तु कृते आधारताभावः अस्ति. ओ, तत् तृतीयबिन्दुः अस्ति. चत्वारः बिन्दुः अस्ति, तथाविधपरिच्छेदयोग्यत्व अभावात् महाकालातिरिक्तनित्याः कालिकेन अधिकरणानि न भवन्ति इति. ओ, यत्र जन्यस्य उपाधियोग्यता परिच्छेदयोग्यता न भवति, तस्य अभावात् नित्यवस्तुः यदस्ति महाकाल अतिरिक्तनित्यवस्तुः, तस्य कालिकेन किम् अधिकरणता न अस्ति. जन्यवस्तुः यस्मिन् उपाधि अवच्छेदकत्वं नास्ति. हा, इत्युक्ते तत्र नित्यवस्तु अस्ति चेत् तत्र पूर्वं दृष्टवन्तः खलु, तत्र उत्पत्तिविनाशरहितः इति. तत्र उत्पत्तिविनाशरहितः अस्ति चेत् सः उपाधिः इति न भवितुं शक्नोति. तत्र यस्य जन्य भवति, यस्य नाशः भवति, सः एव तत्र कालस्य सङ्कोचं कृत्वा तत्र उपाधिः इति भवति. नित्यवस्तु तु तथा भवितुं न शक्नोति, यतोहि नित्यवस्तुः अपि अनादिः अनन्तः, तर्हि सः कालस्य सङ्कोचः कर्तुं तस्मिन् तादृशसामर्थ्यः नास्ति. इति कृत्वा यः नित्यवस्तुः अस्ति सः तत्र तथाविध परिच्छेदयोगिता अभवात्, इत्युक्ते तादृश पृथक् यदा वयम् उपाधि स्वीकृत्य पृथक् कुर्मः अथवा खण्डं कुर्मः तादृशसामर्थ्यं तस्मिन् नास्ति इति कारणात् तथाविध उपाधिः इति न भवति इति कारणात् तत्र कालिकेन तत्र अधिकरणता नास्ति इति दिक्. तत्र दिक् इत्युक्ते तत्र अलम् इति दिक् इति पर्याप्तम् इति. तर्हि तत्र कालविषये एतावत्पर्यन्तं यत् वयं चर्चितवन्तः तत् पर्याप्तम् इति तत्र लेखकः वदति. तावदेव. तर्हि अत्र प्रश्नः अस्ति वा? अस्तु, तर्हि गृहे तत्र इतोपि अधिकं चिन्तनं कुर्वन्तु. प्रश्नः अस्ति चेत् आगामिनि कक्षायां वयं चर्चां कृत्वा अग्रे गन्तुं शक्नुमः. अस्तु, धन्यवादः, शुभरात्रिः. धन्यवादः भगिनी.